गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वाभासस्थले स्मः तत्र असिद्धः इति चतुर्थविध हेत्वाभासः पुनः आश्रयासिद्धः स्वरूपासिद्धः व्याप्यत्वासिद्धः इति त्रिधा विभक्ता अस्ति विभक्तः अस्ति असिद्धः तत्र आश्रयासिद्धः इत्युक्ते साध्यं पक्षे नास्ति आश्रयम् असिद्धमस्ति इति कृत्वा आश्रयासिद्धः इति भवति किन्तु कथञ्चित् हेतौ हेत्वाभासः कल्पनीयः वस्तुतः कः क्लेशः इति चेत् साध्यं पक्षे नास्ति इत्युक्ते तादृश साध्यं पक्षे नास्ति इति नास्ति क्षम्यतां तादृशपक्षः एव नास्ति गगनारविन्दम् इति पक्षः एव नास्ति किन्तु तत्र कथञ्चित् हेतौ सः दोषः सम्पादनीयः इति कथं सम्पादनीयम् इति अस्माभिः दृष्टं तदनन्तरं स्वरूपासिद्धः स्वरूपासिद्धः इत्यत्र उदाहरणम् आसीत् शब्दः अनित्यः चाक्षुषत्वात् इत्यत्र हेतुधर्मता एव हेतुधर्मत्वम् एव नास्ति हेतुमत्वं पक्षे नास्ति हेतुमत्वं पक्षे नास्ति इति क्लेशः तदनन्तरं तृतीयः व्याप्यत्वासिद्धः इति तत्रैव उपाधिः इति नूतनपदार्थः उक्तः अस्ति उपाधित्वस्य लक्षणं किम् इति चेत् साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम् तादृश उपाधिः तादृशधर्मः यस्मिन् अस्ति उपाधित्वम् इत्युक्ते साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति धर्मद्वयं मिलित्वा उपाधित्वम् इति कथ्यते तादृश उपाधित्वं यस्मिन् अस्ति सः उपाधिः भवति अस्मिन् उदाहरणे आर्द्रेन्दनसंयोगः तादृश उपाधिः अस्ति अस्तु तर्हि इदानीं किं कुर्मः अत्र पी डि एफ़् फैल् मया प्रेषितमासीत् तत्र केवलं चिन्तनार्थम् इत्युक्ते प्रथम पुटे उपाधिः सर्वेषाम् इत्युक्ते साध्यस्य हेत्वोः हेतोः अपेक्षया अधिकवृत्तित्वमस्ति इति प्रथमचित्रमस्ति तर्हि उपाधिः बृहत् अस्ति सर्वेषामपेक्षया तदनन्तरं यदा उपाधिः उभयोः साध्यहेत्वोः अपेक्षया बृहत् अस्ति तदनन्तरं साध्यहेत्वोः मध्ये कीदृशसम्बन्धः भवितुम् अर्हति इति आहत्य चत्वारि चित्राणि लभ्यन्ते तर्हि तत्र मेहुल् महोदय किञ्चित् चिन्तयति वा प्रथमपुटं स्वीकृत्य आम् महोदय अस्तु उपाधिः बृहत् अस्ति साध्यम् अपि च हेतु इत्यस्य अपेक्षया तर्हि प्रथमसम्भावना भवति यत् हेतुः तर्हि किं वक्तव्यम् इदानीं बृहत् अस्ति इत्युक्ते पारिभाषिकशब्दया वक्तव्यं चेत् उपाधिः किं भवति अधिकदेशवृत्तित्वम् अस्ति इत्युक्ते अन्यूनवृत्तित्वम् उपाधौ अस्ति अन्यूनवृत्तित्वम् सत्यम् उपाधौ अस्ति तर्हि उपाधिः किं भवति व्यापकः भवति खलु आम् सत्यं व्यापकः तर्हि इदानीं प्रथमपुटे उपाधिः साध्यहेतोः उभयोः व्यापकः अस्ति सत्यम् अस्तु तर्हि तत्र तत्र इदानीं प्रथमचित्रं यदा परिशीलयति तत्र व्यापकः कः हेतुसाध्ययोः मध्ये अत्र चत्वारि सम्भावना भवितुमर्हति तत् प्रथमसम्भावना अस्ति तत्र साध्यम् इति हेतोः अपेक्षया व्यापकः भवति भवितुमर्हति द्वितीयसम्भावना अस्ति अत्र हेतुः साध्यस्य अपेक्षया व्यापकः भवति न अत्र कथं क्षम्यतां महोदय अत्र उपाधिः सर्वेषाम् अपेक्षया उभयोः अपेक्षया व्यापकः अस्ति व्यापकः सत्यं तदनन्तरं यथा भवता उक्तम् इदानीं प्रथमचित्रे साध्यं हेत्वस्य हेतोः अपेक्षया व्यापकः अस्ति इति चेत् किं तर्हि उपाधिना किमपि साधयितुं शक्यते वा तादृश उपाधिना तादृश उपाधिना व्याप्यं साध्यमिति इति अपि भवितुमर्हति हेतुः अपि भवितुमर्हति साध्यस्य व्याप्यत्वं हेतोः अपि व्याप्यत्वम् उपाधेः एव व्यापकत्वं परन्तु अत्र हा तर्हि अत्र कथं साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति नास्ति अत्र अव्यापकत्वं नास्ति एव व्यापकत्वमस्ति एव अतः तेन किमपि न साधयितुं शक्यते न साधयितुं शक्यते अत्र परन्तु अत्र मया इदानीमेव मया कृतम् इत्युक्ते इदानीमेव तस्मिन् विषये चिन्तनं कुर्वन् अस्मि तर्हि मयापि दोषः कर्तुं शक्यते अस्तु अस्तु पश्यतु उपाधिः व्यापकः अस्ति तर्हि साध्यं तर्हि एवं वक्तव्यं यत्र यत्र हेतुः तत्र तत्र साध्यं तथैव यत्र साध्यं तत्र तत्र उपाधिः इति चेत् खलु इति चेत् तादृश उपाधिना इत्युक्ते तत्र उपाधिः हेत्वोः व्यापकः उपाधिः साध्यस्य व्यापकः इति स्थितिः अस्ति चेत् एतादृशप्रथमचित्रस्थितिः अस्ति चेत् इत्युक्ते साध्यमपि हेतोः व्यापकः अस्ति चेत् तादृश उपाधिना निरूपयितुं शक्यते एव खलु इत्युक्ते हेतुः व्याप्यः भवति यत्र यत्र हेतुः तत्र तत्र साध्यं यत्र यत्र साध्यं तत्र तत्र उपाधिः अतः उपाधि उपयुज्य हेतुं निरूपयितुं शक्यते इत्युक्ते हा अत्र यत्र अस्तु तादृशचिन्तनं कर्तव्यं यत्र यत्र हेतुः तत्र तत्र साध्यं यत्र यत्र साध्यं तत्र तत्र उपाधिः इति स्थितौ किन्तु न निरूपयितुं शक्यते खलु निरूपयितुं शक्यते इत्यनेन किं चिन्तनीयम् इति इत्युक्ते उपाधेः उपयोगः कः इति एतादृश उपाधिः अस्ति चेत् एतादृश उपाधिः अस्ति चेत् न निरूपयितुं शक्यते एव न निरूपयितुं शक्यते एव समीचीनतया मया प्रतिपादितं तत्र किन्तु किमर्थमिति चेत् उपाधिः सर्वस्य अपेक्षया इत्युक्ते कश्चन पदार्थः केवलम् उपाधिः इत्यत्रैव अस्ति इति चिन्तयतु हेतु इत्यत्र नास्ति साध्यम् इत्यत्रापि न तादृशं भवत्येव अत्र जपापुष्पम् इत्यस्य उदाहरणं स्वीकुर्मः चेत् अत्र जपापुष्पे रक्तवर्णम् अस्ति स्फटिके रक्तवर्णः नास्ति खलु तथापि स्फटिके रक्तवर्णस्य विद्यमानं भासते किमर्थम् इत्युक्ते उपाधेः उपाधिः समीपे अस्ति अतः तदेव हेत्वा भवतु तदेव उपाधेः लक्षणम् तदेव अत्र एतौ स्थितौ उपयुज्य तादृश भवति वा इति चिन्तनीयं खलु न इत्युक्ते अस्तु मम आशयः एवमासीत् इत्युक्ते उपाधिः हेतुः अपि च साध्यम् अनयोः व्यापकः अस्ति चेत् तर्हि यत्र उपाधिः भवति तत्र हेतुः अपि न भवितुमर्हति साध्यमपि न वा भवितुमर्हति इति कृत्वा आम् सत्यम् इति कृत्वा उपाधि इति भवति एव अत्र इति भवति एव खलु भवितुमर्हति अत्र एतस्मिन् तर्हि उपाधि उपयुज्य इत्युक्ते अत्र चतुर्षु चित्रेषु उपाधिः एव व्यापकः अस्ति महोदय महोदय, यदि प्रथमचित्रं तादृशमस्ति चेत् तत्र उपाधेः आवश्यकता नास्ति खलु? प्रथम इदानीम् उपाधिः अस्ति इति चिन्तनम् इत्युक्ते हेतुं स्वीकृत्य साध्यं साधयितुम् उपाधेः प्रयोगः इति चिन्तनम्. तदेव हेतुं स्वीकृत्य तदेव चिन्तनं यद् भवती वदति तत् सत्यम् इत्युक्ते यत्र यत्र हेतुः तत्र तत्र साध्यम् इति चेत् इति चेत् तत्र पर्याप्तं. किन्तु इदानीम् उपाधिं स्वीकृत्य चिन्तनं, उपाधिमपि मध्ये स्थापयित्वा चिन्तनम्. तर्हि उपाधिः हेतोः साध्यस्य व्यापकः, उभयोः व्यापकः अस्ति चेत् तादृश उपाधिना प्रयोगः अस्ति वा इति चिन्तनम्. इत्युक्ते अत्र कस्मिंश्चित् कश्चन पदार्थे उपाधिः अस्ति परन्तु हेतुः अपि च साध्यमपि द्वयोः अपि न भवितुम् अर्हति, अतः उपाधेः न कोऽपि लाभः. हा, इत्युक्ते कश्चन पदार्थे घटः इति स्वीकुर्मः, घटे उपाधित्वम् अस्ति इति चिन्तयामः, किन्तु न उपाधिः अस्ति, उपाधित्वं नास्ति. घटः इति पदार्थे उपाधिः अस्ति किन्तु हेतुः अपि नास्ति साध्यमपि नास्ति इति चेत् इति चेत् अत्र हेतुसाध्ययोः मध्ये हेतुं स्वीकृत्य साध्यं साधयितुं न शक्यते एव खलु, साधयितुं न शक्यते इति कृत्वा अत्र सर्वत्र चतुर्षु चित्रेषु मया एक्स् इति स्थापितं. सत्यम्. इत्युक्ते एतादृश उपाधिना किमपि प्रयोजनं नास्ति. सत्यम्. अत्र हा, अत्र तृतीय स्थितिः चित्रे तत्र उपाधिः व्यापकमस्ति, हेतुः अपि च साध्यं द्वयोः अपि व्याप्य स्तः, परन्तु तयोः मध्ये किमपि सम्बन्धः नास्ति, किमपि सम्बन्धः व्याप्यव्यापकसम्बन्धः किमपि नास्ति, तत्रापि तत्रापि उपाधेः किमपि लाभः न. इत्युक्ते एवं निगमितुं शक्यते, यदि उपाधिः हेतोः साध्यस्य उभयोः व्यापकः अस्ति चेत् तादृश उपाधिना किमपि साधयितुं न शक्यते. न शक्यते, सत्यं खलु? आम् आम्, सत्यं. अस्तु, तदेव एतत् चित्रे लेखनीयम् अधोभागे लेखितुं शक्यते. हा, इत्युक्ते तत्र सर्वत्र क्रास् क्रास् इति मया दत्तम्. अस्तु, तदपि अहं योजयिष्यामि. हा, तेन किम् अल क्रास् इत्यस्य अर्थः कः इति पुनः चिन्तनीयं खलु? अतः तद् योजयिष्यामि. इत्युक्ते यत्र उपाधिः साध्यहेत्वोः उभयोः व्यापकः अस्ति तादृश उपाधिना प्रयोजन तादृश उपाधेः प्रयोजनमेव नास्ति. सत्यम्. अस्तु, तर्हि इदानीं द्वितीयपुटम्. अस्तु, हा, इदानीम् अत्र मया किं चिन्तितं, साध्यम् उपाधिः अपि च हेत्वोः उभयोः उपाधेः हेत्वोः हेतोः व्यापकः. सत्यं. तर्हि अत्र यत्र यत्र हेतुः तत्र तत्र उपाधिः, अपि च यत्र यत्र उपाधिः तत्र तत्र साध्यम्, अतः यत्र यत्र हेतु यत्र यत्र हेतुः तत्र तत्र साध्यम् इति भवति भवति खलु? आं, भवति. विपरीतरीत्या तु भवति एव, परन्तु हा, तादृशः. इत्युक्ते अत्र द्वितीयपुटे प्रथमचित्रं यदस्ति तत्र चित्रसङ्ख्या अपि अहं स्थापयामि 2.1 इति इदानीं स्वीकुर्मः. तदेव सदुपाधिः. सत्यम्. तादृश उपाधिः इत्युक्ते हेतोः व्यापकः भवेत्, साध्यस्य अव्यापकः भवेत्. सत्यम्. हेतोः हेतु साधनव्यापकत्वे सति, एवं कुर्मः, साधनव्यापकत्वे सति साध्य अव्यापकत्वम् उपाधित्वम् इति चेत् तादृश उपाधिना तत्र हेतुसाध्ययोः मध्ये सम्बन्धः कारयितुं शक्यते. कीदृशसम्बन्धः इति व्याप्यव्यापकभावसम्बन्धः. अस्तु, तर्हि इदानीं द्वितीय 2.2. हा, तत्र उपाधिः इति व्याप्यः, हेतुः इति तस्य व्यापकः, पुनः साध्यम् इति उपाधिः अपि च हेतुः अनयोः अपेक्षया व्यापकः. अस्तु, एवम् अत्र इदानीमेव मनसि आगतम्. एवं वदतु महोदय, इदानीं द्वितीय 2.2 चित्रं भवता वक्तव्यं यथा मया प्रथमचित्रम् पुनः वदामि. प्रथमचित्रम् अहं वदामि, 2.1 वदामि इत्युक्ते अत्र हेतुः इत्यत्र स्थाने साधनमिति स्थापयति. साधनव्यापकत्वे सति साध्य अव्यापकत्वम् इति चेत् इति उपाधित्वम् इति चेत् तादृश उपाधिः सद्हेतुः भवति. तर्हि एवं वदतु इदानीं 2.2 अत्र उपाधिः इति कथं भवति इत्युक्ते साधन अव्यापकत्वम् अव्यापकत्वे सति साध्यस्य साध्यस्य अपि अव्यापकत्वम् इति उपाधिः इति भवति. अतः तदेव वर्णनम् उत्तमं. साध्य साधन अव्यापकत्वे सति साध्य अव्यापकत्वम् इति उपाधित्वम् इति अस्ति चेत् तादृश उपाधिना किमपि न निरूपयितुं शक्यते. अस्तु, तृतीयं. तृतीयम् अस्ति साध्यमिति व्यापकं व्यापकः, हेतुः अपि च उपाधिः द्वयोः अपि व्याप्यः. तर्हि उपाधिः इति अत्र साध्यस्य अव्यापकत्वे सति अत्र हेतुः अपेक्षया व्यापकमपि नास्ति, व्याप्यमपि नास्ति उपाधिः. किन्तु व्यापकमपि नास्ति व्याप्यमपि नास्ति इति चेदपि अव्यापकम् इति वदामश्चेत् क्लेशः अस्ति वा? नास्ति नास्ति. अस्तु, समीचीनं. तर्हि उपाधिः इति साध्य अव्यापके अव्यापकत्वे सति साधन अव्यापकत्वम् इति अस्ति एतस्मिन् चित्रे. हा, वस्तुतः साध्य साधन असम्बन्धी अस्ति. वस्तुतः असम्बन्धी अस्ति इत्युक्ते किमपि सम्बन्धः नास्ति. किन्तु अव्यापकत्वम् इति वदामश्चेदपि क्लेशः नास्ति. सत्यं. यथा दलसार्थक्यं कुर्मः तत्र दलद्वयमपि नास्ति चेत् लक्षणं न सङ्गच्छति, एकमेव दलं नास्ति चेदपि लक्षणं न सङ्गच्छति. अस्तु, तर्हि चतुर्थं 2.4. हा, 2.4 मध्ये उपाधिः साध्य अव्यापकत्वे सति साधन व्यापक साधनव्यापकत्वमपि भवितुमर्हति, साधन अव्यापकत्वमपि भवितुमर्हति. न, व्यापकत्वं नाम किं? व्यापकत्वं नाम किं नाम सम्पूर्णतया अत्र लक्षणं वदतु. अन्यूनवृत्तित्वं व्यापकत्वम्? अन्यूनवृत्तित्वम्? अन्यूनवृत्तित्वम् अस्ति वा? न, नास्ति. यत्र यत्र हेतुः तत्र तत्र न्यूनतन अन्यूनवृत्तित्वं नास्ति खलु? अन्यूनवृत्तित्वं. तर्हि अत्रापि अव्यापकः. अस्तु, अव्यापकं नाम किम् इत्युक्ते सम्बन्धः एव नास्ति इति नास्ति. आम् आम् आम्. किञ्चित् केषुचित् स्थलेषु सम्बन्धः अस्ति इति अपि नास्ति. व्यापकः इत्युक्ते किं? व्यापकत्वं नाम किम्? अन्यूनवृत्तित्वं. तर्हि अत्र अन्यूनवृत्तित्वं नास्ति. नास्ति, अव्यापकत्वमेव. अतः अत्र अव्यापकत्वमेव इत्युक्ते अत्र 2.2, 2.3, 2.4 इत्यत्र सर्वत्र उपाधेः लक्षणं कथं भवति इति चेत् साधन अव्यापकत्वे सति साध्य अव्यापकत्वम् खलु? आमाम्, अव्यापकत्वं सर्वत्र सर्वत्र. तर्हि तादृश उपाधिना किमपि न वक्तुं शक्यते. अस्तु, धन्यवादः. अद् इदानीं सतीभौम भगिनी वदति वा तृतीयपुटं 3.1? आं महोदय, अत्र इदानीं खेदोः कार्यक्षेत्रं बृहद् अस्ति, तदनन्तरम् उपाधिः देन् साध्यं. सो उपाधिः प्रथमचित्रे साधन अव्यापक साधन अव्यापकत्वम् अस्ति, साध्य साधनमिति उच्यते. अस्तु, साधन अव्यापकत्वे सति साध्यव्यापकत्वम्। हा तर्हि एतदेव चित्रम् इदानीं पुस्तके दत्तमस्ति। उपाधित्वं नाम किम् इति चेत् साध्यव्यापकत्वे सति साधन अव्यापकत्वम् खलु। साध्यव्यापकत्वम् उपाधौ अस्ति, साधन अव्यापकत्वमपि उपाधौ अस्ति इति कृत्वा एतदेव दत्तं 3.1। तर्हि तादृश उपाधिना किमपि न वक्तव्यम्। अस्तु तर्हि प्रथमचित्रं वर्णितं, द्वितीयं 3.2 वर्णयतु। तत्र इदानीं साधन अत्र साधन साधन अव्यापकत्वं साध्य अव्यापकत्वं द्वयमपि अव्यापकः एव। किम् साधन अव्यापकत्वे सति साध्य अव्यापकत्वम्। साधन अव्यापकत्वे सति साध्य अव्यापकत्वं सत्यं। तर्हि तादृशहेतुना किमपि न निरूपयितुं शक्यते। अस्तु अग्रे तृतीयं चित्रं तदपि उपाधि साधन अव्यापकत्वे सति साध्य अव्यापकत्वमेव सत्यम्। अस्तु समीचीनं। चतुर्थमपि तादृशमेव साधनम् अव्यापकत्वे सति साध्य अव्यापकत्वम् अव्यापकत्वमेव उत्तमम्। अस्तु धन्यवादः भगिनि। अत्र वर्षा भगिनी प्रथमचित्रं वर्णयति वा एवं प्रथमपुटे चत्वारि चित्राणि सन्ति खलु। न श्रूयते भगिनि। हलो महोदय, विचित्रं महोदय। प्रथमपुटे उपाधिः साध्यहेत्वोः व्यापकः अस्ति उभयोः। इदानीम् उपाधित्वं वर्णनीयं प्रत्येकं चित्रं स्वीकृत्य। उपाधिः बृहत् अस्ति, तस्मिन् साध्यं तस्मिन् हेतुः, तच्चित्रमेव किल महोदय। सत्यं। हा ओके। साधन अव्यापकत्वे सति किमर्थम् अव्यापकत्वम्? व्यापकत्वे सति साध्य व्यापकत्वम् अस्ति चेत् निरूपयितुं न शक्यते। तर्हि कथं वर्णितवती? साधनव्यापकत्वे सति साध्यव्यापकत्वम् उपाधेः लक्षणं प्रथमचित्रे 3.1 खलु। अस्तु द्वितीयं 1.2 अपि साधनव्यापकत्वे सति साध्य तदपि व्यापकत्वम्। वस्तुतः चतुर्षु चित्रेषु एवमेव वर्णनम्। आम् किमर्थमिति चेत् उपाधिः साध्यस्य हेत्वोः उभयोः व्यापकमस्ति इति कृत्वा सर्वत्र साधनव्यापकत्वे सति साध्यव्यापकत्वम् इति एव भवति। तर्हि साधनव्यापकत्वे सति साध्यव्यापकत्वम् उपाधेः धर्मः अस्ति चेत् तादृश उपाधिना किमपि निरूपयितुं शक्यते वा न वा? न शक्यते। एवं साध्यव्यापकत्वे साध्य अव्यापकत्वे सति साधन अव्यापकत्वम् इति अस्ति चेदपि किमपि न निरूपयितुं शक्यते खलु। तर्हि इदानीं तृतीयं किं? साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति चेत् तादृश उपाधिना किमपि निरूपयितुं शक्यते वा? तदेव अत्र उपाधिना लक्षणं भवति। न किन्तु निरूपयितुं शक्यते वा इति। तादृश उपाधिः सद् उपाधिः वा दुष्ट उपाधिः वा? सद् उपाधिः। कथं साध्यव्यापकत्वे सति साधन अव्यापकत्वम्? तदेव उपाधेः लक्षणं किल महोदय। न अत्र पुस्तके तदेव उपाधेः लक्षणमिति दत्तं किन्तु मम प्रश्नः भिन्नः अस्ति तादृश उपाधिना किमपि साधयितुं शक्यते वा साध्यं साधयितुं शक्यते वा इति प्रश्नः तादृश उपाधिना एव साध्यं साधयितुं शक्यते अत्र हेतुः दुष्टः इति निरूपयितुमपि शक्यते न न इदानीं दुष्टहेतुविषये किमपि मा चिन्तयतु कृपया मम प्रश्नः एवमस्ति साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति अस्ति चेत् तादृश उपाधिना साध्यं साधयितुं शक्यते वा साधयितुं शक्यते एव अत्र कथं निरूपयतु निरूपयतु साध्य तदेव अस्ति किल महोदय साध्यव्यापकत्वं भवेत् अपि च साधन अव्यापकत्वं भवेत् तदा एव अत्र साध्यस्य व्यापकः उपाधिः इति वक्तुं शक्यते किन्तु तादृश उपाधिना यः उपाधिः साधनस्य अव्यापकः अस्ति तादृश उपाधिना साध्यं साधयितुं शक्यते वा इति प्रश्नः साधन अव्यापकत्वं नाम किम् साधन अव्यापकत्वम् इत्युक्ते अत्र साधन फस्ट् हेतु भवति अत्र व्यापकव्यापकभावः न अस्ति अस्ति खलु तर्हि यत्र साधन साधन अव्यापकत्वं नाम यत्र साधनं हेतुः अस्ति तत्र उपाधिः न भवितुमर्हति खलु इति चेत् भवतः प्रश्नः अस्ति साध्यः निरूपयितुं शक्यते वा हा साधन अव्यापक उपाधिना साध्यं निरूपयितुं शक्यते वा इति प्रश्नः शक्यते वा न वा शक्यते रमेश महोदय किं चिन्तयति तादृश उपाधिः उपाधेः अवसरं नास्ति इति अहं चिन्तयामि महोदय यदि अवसरः तु अस्ति तत्र चित्रे अस्ति खलु चित्रे अस्ति परन्तु मम शङ्का अस्ति उपाधेः किमर्थम् उपाधि स्वीकुर्मः तद् न बुद्धं तादृशं मा चिन्तयतु इदानीं यद् मम प्रश्नः अस्ति तावदेव चिन्तयतु तस्मादुपरि मा चिन्तयतु इदानीं तादृश उपाधिना साधन अव्यापकत्वम् उपाधौ अस्ति साध्यव्यापकत्वम् उपाधौ अस्ति इति चेत् तादृश उपाधिना न निरूपितुं शक्यते न निरूपयितुं शक्यते हा अवबुध्यते वा वर्षा भगिनी न निरूपयितुं शक्यते महोदय ऐ थिङ्क् महोदय राङ्ग् ट्राक् हा अस्तु तर्हि इदानीं चतुर्थमस्ति साध्य अव्यापकत्वे सति साधनव्यापकत्वम् इति उपाधेः धर्मः अस्ति चेत् रमेश महोदय वदतु साध्य किम् उक्तवान् महोदय साधनव्यापकत्वे सति साध्य अव्यापकत्वम् साध्य अव्यापकत्वं तद् ओके साधन अव्यापकत्वे साधनव्यापकत्वे सति साध्य अव्यापकत्वम् निरूपयितुं शक्यते हा उत्तमं तर्हि आहत्य चतस्रः सम्भावनाः भवन्ति यदि उपाधित्वम् उपाधौ धर्मद्वयं भवेत् तर्हि तत्र साधनव्यापकत्वे सति साध्यव्यापकत्वम् इति अस्ति चेत् तादृश उपाधिना किमपि न निरूपयितुं शक्यते साधन अव्यापकत्वे सति साध्य अव्यापकत्वम् इति अस्ति चेत् तादृश उपाधिः अपि निरर्थकः अस्ति साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति चेदपि निरर्थकः अस्ति साधनव्यापकत्वे सति साध्य अव्यापकत्वम् अस्ति चेत् एव तादृश उपाधिः सद्धेतुः. अस्तु, अहं किं करोमि, अत्र वर्गस्य अनन्तरम् अत्र चित्रस्य चित्राणां सङ्ख्याम् अपि दत्त्वा तदनन्तरम् एतादृशं लिखित्वा प्रेषयिष्यामि. सर्वे पुनः अस्मिन् विषये चिन्तयन्तु. अस्तु, तर्हि इदानीं प्रकृतविषये ग्रन्थकारः किं करोति, अत्र तृतीयसम्भावना साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति उपाधित्वम् इति लक्षणं स्वीकृत्य तादृश उपाधिना अत्र हेत्वाभासः निरूपयितुं शक्यते, न तु साध्यं, हेत्वाभासः निरूपयितुं साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति उपाधित्वम् इति स्वीकृत्य हेत्वाभासं निरूपयति. हेत्वाभासनिरूपणार्थम् अत्र यद् दुष्टहेतुः दुष्ट उपाधिः इति अस्माभिः निष्कासितं तत्सर्वं हेत्वाभासं निरूपयितुम् अत्र उपयोगाय भवति. साध्यनिरूपणार्थं निरर्थकः भवति, किन्तु हेत्वाभासं निरूपयितुम् उपयोगाय भवति इति मनसि भवेत्. अस्तु, तर्हि इदानीं 275 पेज् तत्र स्मः. तत्र एतावता ग्रन्थकारेण व्यापकत्वस्य परिष्कारः न स्वयं दर्शितः, अतः तमेवं सम्प्रति आह साध्यसामानाधिकरण्यं साध्यसामानाधिकरण इति. तत्र वाक्यमासीत् साध्यसामानादि नास्ति, साध्यसमानाधिकरण्य अत्यन्त अभाव अप्रतियोगित्वं साध्यव्यापकत्वं साध्यव्यापकत्वं सत्यं साध्यसामानाधिकरण अत्यन्त अभाव अप्रतियोगित्वं साध्यव्यापकत्वम् इति उक्त्वा साधनवन्निष्ठ अत्यन्त अभाव प्रतियोगित्वं साधन अव्यापकत्वम् इति लक्षणम् उक्तम्. अस्तु, तर्हि तत्र उपाधिलक्षणघटकं द्वितीयं दलमाह साधने इति साधनं प्रकृतहेतुः उपाधिनिरूपणाय स्थलमुदाहरति पर्वतः इति, तदेव पक्षः पर्वतः धूमवान् वह्नेः इति स्थलम् इति हि स्थलं पर्वतः इति पक्षः, धूमः साध्यं वह्निर्भवति हेतुः. अत्र आर्द्रेन्दनसंयोगः उपाधिः. कोऽयम् आर्द्रेन्द्रियसंयोगः? आर्द्रं जलसंयुक्तं वह्निसंयुक्तं च इन्धनं काष्ठादि, तस्य संयोगः भवति प्रकृते उपाधिः. तावत् अधीतं, तर्हि इदानीम् अग्रे पठेम. कथं तस्य उपाधित्वम् इति आरभ्य पठनीयं. मेहुल् महोदय पठतु महोदय. आं महोदय. कथं तस्य उपाधित्वं, को नाम तस्य धर्मः, कथं सः तं धर्मम् अन्यत्र बोधयति, कुत्र च धर्मं बोधयति, तस्य धर्मः धूमनिरूपिता व्याप्तिः, यत्र हि जलसंयुक्तं वह्निसंयुक्तम् इन्धनं संयोगेन भवति पर्वतादौ, तत्र धूमः अवश्यं भवति, अतः धूमः भवति आर्द्रेन्धनसंयोगस्य व्यापकः. तुल्यवित्तिवेद्यतया आर्द्रेन्धनसंयोगः भवति धूमस्य व्याप्यः. धूमस्य व्याप्यः अस्तु, या आर्द्रेन्धनसंयोगे विद्यमाना धूमव्याप्तिः सा समीपवर्तिनी वह्नौ अपि अस्ति इति भवति कस्यचित् भ्रमः. अतः स्वधर्मस्य धूमव्याप्तेः अन्यत्र भ्रमजनकत्वात् उपाधित्वम् आर्द्रेन्धनसंयोगस्य. अस्तु, अत्र आर्द्रेन्धनसंयोगे उपाधित्वम् अस्ति, उपाधिः आर्द्रेन्धनसंयोगः अस्ति कथम् इति निरूपणम् इति विवरणमस्ति तस्य. अत्र कथम् आर्द्रेन्धनसंयोगस्य उपाधित्वं भवति इति प्रश्नः. उपाधित्वम् इति नामस्य नामः कः, किं किमर्थम्, अपि च कथम् उपाधि नाम इति नास्ति, को नाम तस्य धर्मः, तस्य इत्युक्ते उपाधेः आर्द्रेन्द्रसंयोगस्य आर्द्रेन्द्रसंयोगस्य धर्मः कः. अस्तु अग्रे अपि च आनन्दनसंयोगः इति स्वयं स्वस्य धर्मं अन्यत्र कथं बोधयति इति अपि प्रश्नः कुत्र सत्यं तद्धर्मं बोधयति इति अपि प्रश्नः तर्हि अत्र आर्द्रेन्धनयति कुत्र बोधयति कुत्र बोधयति अत्र आर्द्रेन्धनसंयोगस्य धर्मः धूमनिरूपिता व्याप्तिः इति एव अस्ति इत्युक्ते धूमनिरूपिता व्याप्तिः इति एव तस्य धर्मः इत्युक्ते यत्र यत्र आर्द्रेन्धनसंयोगः अस्ति तत्र तत्र धूमः अवश्यं भवति इति आगच्छति तर्हि अत्र आर्द्रेन्धनसंयोगः इत्युक्ते किं वयं व्यतिरेकः अपि वदतु यत्र यत्र आर्द्रेन्धनसंयोगः नास्ति तत्र तत्र धूमः नास्ति इति न इति न व्याप्तिः व्यतिरिक्तव्याप्ति वैपरीत्यं भवति खलु यत्र यत्र धूमाभावः तत्र तत्र आर्द्रेन्धनसंयोगाभावः इति हा यत्र यत्र आर्द्रेन्द्रसंयोगः तत्र तत्र धूमः यत्र यत्र धूमाभावः तत्र तत्र आर्द्रेन्द्रसंयोगः अभावः इति कृत्वा धूमनिरूपितव्याप्तिः कुत्र अस्ति आर्द्रेन्द्रसंयोगे उत्तमं तर्हि व्याप्तिः एव एतादृशव्याप्तिः एव धर्मः अस्तु यत्र हि अत्र तर्हि तेन किं भवति यत्र हि अत्र आर्द्रेन्धनसंयोगः इत्युक्ते जलसंयुक्तं वह्निसंयुक्तं च इन्धनं काष्ठादि तस्य संयोगः इति वयं दृष्टवन्तः तदेव तेन संयोगेन आर्द्रेन्धनसंयोगः इति वदेम तर्हि पर्वतादौ तादृश आर्द्रेन्धनसंयोगः भवति अतः तत्र धूमः अवश्यं भवति किमर्थमित्युक्ते आर्द्रेन्धनसंयोगः इति इत्यस्मिन् धूमनिरूपिता व्याप्तिः अस्ति यतः अतः धूमः भवति आर्द्रेन्धनसंयोगस्य व्यापकः धूमः इति व्यापकः आर्द्रेन्धनसंयोगः इति व्याप्यः तादृशमेव अत्र तुल्यवित्तिवेद्यतया इत्यनेन आर्द्रेन्धनसंयोगः अपि इति आर्द्रेन्धनसंयोगः इति व्याप्यः भवति धूमस्य इति इत्युक्ते यदा धूमः व्यापकः भवति तुल्यवित्तिवेद्यतया विपरीतरीत्या आर्द्रेन्धनसंयोगः व्याप्यः भवति आम् आं सत्यम् एकः व्यापकः अन्यत् तु व्याप्य सत्यम् अग्रे या आर्द्रेन्धनसंयोगे विद्यमाना धूमव्याप्तिः सा व्याप्तिः समीपवर्तिनी वह्नौ इत्युक्ते समीपे यः वह्नी अस्ति तस्मिन् अपि धूमव्याप्तिः अस्ति इति भ्रमः कस्यचित् भ्रमः जायते वह्नौ अपि तादृशव्याप्तिः अस्ति इति भ्रमः जायते अतः एव आर्द्रेन्धनसंयोगः इति उपाधिः भवति इत्युक्ते स्वस्य धर्मः अन्यस्मिन् बोधयति तदेव उपाधिः अतः आर्द्रेन्धनसंयोगः इति उपाधिः भवति तस्मिन् उपाधित्वम् अस्ति इति उत्तमं तर्हि यथा जपापुष्पे रक्तवर्णम् अस्ति स च जपापुष्पं तद् जपापुष्पं स्फटिकमणि समीपे मणिना सह वर्तते समीपे वर्तते इति कृत्वा स्वीयं धर्मं रक्तवर्णं यथा स्फटिकमणौ ददाति तथा अत्रापि अत्र व्याप्तिः धूमनिरूपितव्याप्तिः धूमव्याप्तिः इति धर्मः वह्नौ आपतति आर्द्रेन्द्रसंयोगः तादृशभ्रमः कारयति तर्हि प्रश्नस्य उत्तरं लब्धं कथं सः तं धर्मम् अन्यत्र बोधयति कुत्र च धर्मं बोधयति वह्नौ धर्मं बोधयति कः धर्मः धूमव्याप्तिः इति धर्मः अस्तु अग्रे महोदय एवञ्च हा अत्र परन्तु अत्र एतादृश उपाधिना हेत्वाभासः जायते खलु सत्यं सत्यं सत्यं परन्तु अत्र यत्र यत्र वह्निः तत्र तत्र धूमः अस्ति एव तर्हि हेत्वाभासः कथं भवति न अत्र अत्र अनुमानवाक्यं किम्? पर्वतः धूमवान् धूमवान् वह्निमान् वह्निमत् वह्निमत्वात् वह्निमत्वात् इति वस्तुतः दोषपूर्णः अस्ति एतद् वाक्यं, हा तथैव, किन्तु कथं तादृशवाक्यं जातम्? यः वक्ता अस्ति तस्मिन् कथम् एतादृशवाक्यं जातम् इति चेत् अत्र आद्येन्द्रसंयोगः तस्मिन् भ्रमं कृतवती भ्रमं कृतवती अत्र कृतवती इति नास्ति कृतवान् उपाधिः हा वस्तुतः आर्द्रिन्दनसंयोगेन एव धूमः जायते परन्तु सः चिन्तयति वह्निः अस्ति अतः एव धूमः अस्ति इति तादृश अनुमानं करोति सत्यम् इत्युक्ते वास्तविकं किम् इति चेत् आर्द्रेन्द्रसंयोगः व्यापकः अस्ति धूमः व्याप्यः अस्ति हा तदेव आर्द्रेन्द्रसंयोगमेव कारणं कारणं हा तदेव धूमः इति कार्यं किन्तु धूमं धूममेव सः पश्यति खलु पश्यति इति कृत्वा सः क्लेशद्वयं करोति इत्युक्ते प्रथमम् आर्द्रेन्द्रसंयोगः इति व्याप्यः धूमः इति व्यापकः इति प्रथमं चिन्तयति तदेव क्लेशाय तदेव क्लेशः तदनन्तरं तस्मादुपरि तत्र आर्द्रेन्द्रसंयोगं तत्र वह्निः अपि समीपे वर्तते इति कृत्वा धूमनिष्ठव्याप्तिः वह्नोपि अस्ति इति भ्रमं भ्रमज्ञानं स्वीकृत्य एतादृश अनुमानवाक्यं तेन उक्तं पर्वतः धूमवान् वह्निमत्वात् इति वाक्यं सत्यं सत्यम् अस्तु उत्तमं धन्यवादः महोदय अग्रे सत्यभगिनी पठति वा एवञ्च एतच्च आर्द्रेन्द्रसंयोगे उपाधिपदव्यवहारसमञ्ज समञ्जस्याय उक्तम् परन्तु तेन उपाधौ साध्यव्याप्तिः उक्ता साध्यव्याप्तिः उक्ता भवति तच्च प्राचीनमतं ग्रन्थकृता तु नवीनमतरीत्या उपाधित्वं परिष्कृतं तस्य समन्वयमाः यत्र धूमः इति धूम अधिकरणानि पर्वतादयः तत्र विद्यमानः अभावः न हि आर्द्रेन्द्रसंयोगे नास्ति इति अभावः किन्तु घटो नास्ति इति अभावः तत् प्रतियोगित्वं घटे प्रतियोगित्व अभावरूप व्यापकत्वम् आर्द्रेन्द्रसंयोगे अस्ति इति प्रथमदलसमन्वयः प्रथमं पङ्क्तिशः पठित्वा वदतु भगिनि एतच्च आर्द्रेन्द्रसंयोगे उपाधिपथव्यवहारसमञ्जस्याय उक्तम् यद् इदानीं वयं दृष्टवन्तः तद् उपाधित्वं कथम् आर्द्रेन्द्रसंयोगे इति बोधनार्थम् उक्तम् इदानीम् आर्द्रेन्द्रसंयोगे कथं व्याप्ति उक्त्वा तस्य उपाधित्वं कथम् इति उक्तं खलु पूर्वस्मिन् परिच्छेदे किञ्चित् वदतु यत्र यत्र धूम यत्र यत्र व्यापकः इदानीं यत्र यत्र आर्द्रेन्द्रसंयोगः तत्र तत्र धूमः यत्र यत्र धूम अभावः तत्र तत्र आर्द्रेन्द्रसंयोगाभावः इति व्याप्तिः तत् इदानीं तादृश धूमः आर्द्रेन्द्रसंयोगे अस्ति तादृशधूमः आर्द्रेन्द्रसंयोगे अस्ति आर्द्रेन्द्रसंयोगस्य कारणात् वह्नौ इति तदेव कारणं खलु अत्र सर्वं न वक्तव्यम् अस्तु अत्र व्याप्तिव्याख्यं समीचीनतया उक्तवती तेन किम् तेन किम् इत्युक्ते भ्रमः जातः तत् समीपवर्ती वह्नौ आरोपितं न न प्रथमम् अत्र यत्र यत्र आर्द्रेन्द्रसंयोगः तत्र तत्र धूमः यत्र यत्र धूमाभावः तत्र तत्र आर्द्रेन्द्रसंयोगः अभावः इति कृत्वा किम् तद् व्याप्ति अस्ति इति मा वदतु, समीचीनतया वदतु. व्याप्तिः कः निष्ठव्याप्तिः कुत्र अस्ति इति वदतु. तद् धूमनिष्ठाव्याप्तिः. हा उत्तमं, धूमनिष्ठव्याप्तिः नो चेत् धूमव्याप्तिः नो चेत् धूमनिरूपितव्याप्तिः. यथा यदा कदापि वक्तुं यथा कदापि वक्तुं शक्यते. तर्हि धूमव्याप्तिः कुत्र अस्ति? सा इदानीं वह्नौ आरोपितम्. न न, प्रथमम् प्रथम उपादेः तत् आर्द्रेन्द्रसंयोगे आगच्छति इति वदतु प्रथमं, तदेव सोपानेन वक्तव्यं. तर्हि यत्र यत्र आर्द्रेन्द्रसंयोगः तत्र तत्र धूमः, यत्र यत्र धूमाभावः तत्र तत्र आर्द्रेन्द्रसंयोगाभावः इति कृत्वा धूमव्याप्तिः आर्द्रेन्द्रसंयोगे अस्ति. अस्ति. तदनन्तरं तत् इदानीं समीपवर्ती वह्नौ स्वस्य धर्म अन्यत्र बोधयति इति उक्तमस्ति. स्वस्य धर्म इत्युक्ते सत्यं, समीपवर्ती वह्नौ स्वस्य धर्म इत्युक्ते धूमः इदानीं वह्नौ आगच्छति. धूमः इति वर्भा वदतु, धूमव्याप्तिः वह्नौ आगच्छति. व्याप्तिः, धूमव्याप्तिः, धूम हा धूमव्याप्तिः, धूमनिरूपिता व्याप्तिः इदानीं वह्नौ आगच्छति इति उक्तं. यदुक्तं तद् उपाधिपदव्यवहारसमञ्जस्याय इति सामञ्जस्याय उक्तं. सामञ्जस्याय परन्तु तेन उबाधौ परन्तु तेन उबाधौ साध्यव्याप्ति उक्ता भवति. यद् इदानीम् उक्तं तेन किम् उक्तम् इति चेत् उबाधौ साध्यव्याप्ति साध्यम् अत्र साध्यं वह्निः अस्ति. वह्नि उबाधौ आगच्छति वा महोदय? किम् इति सः लिखति, परन्तु तेन उपाधौ एतादृशचिन्तनेन उपाधौ साध्यव्याप्तिः उक्ता भवति. किन्तु किं वक्तव्यं? साध्ये हेतुव्याप्तिः वक्तव्या अस्ति खलु? आम् आम् अतः एव अहं किन्तु इदानीम् एतादृश उक्त्या उपाधौ साध्यव्याप्तिः उक्ता भवति इति लिखितं. तत् कथम् उपाधौ कथं साध्यव्याप्तिः जाता? तदेव दोषः अस्ति. तच्च प्राचीनमतं भवतु, किन्तु पूर्वं यद्वाक्यं महिर्महोदयेन पठितं, या आद्रेन्द्रसंयोगे विद्यमाना धूमव्याप्तिः, तर्हि धूमव्याप्तिः कुत्र अस्ति? धूमः इति साधनं न, धूमः इति साध्यं खलु अत्र. तदेव हा इदानीं बुद्धम्. अत्र धूमः इति साध्यमस्ति खलु अनुमानवाक्ये? अवगतवती अहमपि. वाग्नि साध्यम् इति एतादृशवदनेन साध्यव्याप्तिः उपाधौ उक्तम्. तच्च प्राचीनमतम्. तर्हि साध्यव्याप्तिः उपाधौ अस्ति इत्यनेन किमपि प्रयोजनं नास्ति खलु? अस्माभिः किं कर्तव्यम्? हेतौ कल्पनीयः. उपाधौ साध्यव्याप्तिः अस्ति इति उक्त्वा किं प्रयोजनम्? प्रयोजनं नास्ति. आभासः न क्रेतुं शक्यते. हा तच्च प्राचीनमतम् इति कृत्वा अग्रे पठतु. ग्रन्थकृता तु नवीनमतरीत्या उपाधित्वं परिष्कृतम्. कथं परिष्करोति अग्रे? तस्य समन्वयमाह यत्र धूमः इति धूम अधिकरणानि पर्वतादयः तत्र विद्यमानः अभावः न हि आद्रेन्द्रसंयोगे नास्ति इति. अग्रे गमनात् पूर्वं तर्हि प्राचीनमतानुसारम् उपाधित्वं नाम किम् इति चेत् साध्यव्याप्तिः उपाधौ अस्ति चेत् साध्यव्याप्य व्याप्तित्वं व्याप्यत्वम् एव उपाधेः लक्षणम् इति प्राचीनमतम्. उपाधौ साध्यव्याप्तिः उक्ता भवति इति उक्तं खलु, तच्च प्राचीनमतं. तर्हि प्राचीनमतानुसारम् उपाधित्वं नाम किम् इति चेत् साध्यव्याप्यत्वम् उपाधित्वम्. हा, साध्यव्याप्यत्वम् उपाधित्वम् इति प्राचीनमतं. किन्तु नव्यमतं किम्? उपाधित्वं नाम किम्? साध्यव्यापकत्वे सति साधनाव्यापकत्वं. हा, इति परिष्कारः. नव्यमतानुसारं साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति परिष्कृतम्. तर्हि तत् समन्वयार्थं साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम् इति यद् लक्षणं कृतं तस्य लक्षणस्य समन्वयार्थम् आह यत्र धूमः तत्र आर्द्रेन्द्रसंयोगः इति साध्यव्यापकत्वम् इति. अस्तु, इदानीं वदतु. धूमादिकरणानि पर्वतादयः तत्र विद्यमानः अभावः न हि आर्द्रेन्द्रसंयोगः संयोगे नास्ति इति अभावः, किन्तु संयोगो संयोगः इति भवति. तत्र विद्यमानः अभावः आर्द्रेन्द्रसंयोगः नास्ति इति वा? साध्यव्यापकत्वं साध्यव्यापकस्य साध्यव्यापकत्वस्य लक्षणं किम्? साध्यव्यापकत्वं पूर्वपक्षी व्याप्ति तद् वक्तव्यं वा महोदय? न न, अत्र 274th पेज् मध्ये स्थूलाक्षरैः लिखितमस्ति खलु द्वितीय साध्यव्यापकत्वे, तद् उपाधेः लक्षणं खलु साध्यव्यापकत्वे सति साधनाव्यापकत्वम्. अग्रे पठतु. तत्र तत्रैव वा? साध्यव्यापकत्वं साधना अव्यापकत्वं च उपाधिधर्मः इति. ओ, इति तौ स्वयं न उपाधिरूपौ. कुत्र? 274th पेज् मध्ये स्थूलाक्षरैः मूलग्रन्थ लिखितमस्ति खलु उपाधिकहेतुः व्याप्यत्वासिद्धः इति. टु 274th. ओके, ऐ एम् लुकिङ्ग् अट् 250. ओके, सोपाधिकहेतुः व्याप्यत्वासिद्धः साध्यव्यापकत्वे सति अव्यापकत्वम् उपाधित्वं साध्यसमानाधिक लक्षणं खलु. तर्हि इदानीं साध्यव्यापकत्वं नाम किम्? अग्रे पठतु. साध्यसमानाधिकरण अत्यन्ताभाव अप्रतियोगित्वं साध्यव्यापकत्वम् इति साध्यव्यापकत्वस्य लक्षणं. साध्यसमानाधिकरण्य साध्यसमानाधिकरण अत्यन्ताभाव अप्रतियोगित्वं साध्यसमानाधिकरण्यं पर्वतः तत्र समानाधिकरण साध्यं किम्? साध्यं धूमः. तर्हि साध्यं धूमः धूमस्य अधिकरणं धूमाधिकरणमस्ति पर्वतः. समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वं तस्मिन् पर्वते किं कस्य अभावः अस्ति इति. किन्तु खडो नास्ति इति अभावः, खडपटादीना अभावः अस्ति इति. तेषां प्रतियोगित्वम् अस्ति, परन्तु अत्र आर्द्रेन्द्रसंयोगस्य अप्रतियोगित्वम् एव अस्ति इति. इत्युक्ते किम्? अत्र पर्वते आर्द्रेन्द्रसंयोगः अस्ति वा न? अस्ति. तावदेव उत्तमं. तदेव अत्र लिखितमस्ति. इदानीं पठतु धूमादिकरणानि पर्वतादयः. धूमादिकरणानि पर्वतादयः तत्र विद्यमानः अभावः न हि आर्द्रेन्द्रसंयोगः नास्ति इति अभावः. किन्तु घटो नास्ति नास्ति इति अभावः तत् प्रतियोगित्वं घटे प्रतियोगित्व अभावरूपव्यापकत्वम् आर्द्रेन्द्रसंयोगे अस्ति इति प्रथमदलसमन्वयः. बुद्धं खलु इदानीं तर्हि मनसि किं स्थातव्यम् इति चेत् साध्यव्यापकत्वस्य लक्षणं किं साध्यसमानाधिकरण अत्यन्त अभाव अप्रतियोगित्वं साध्यव्यापकत्वम् इति प्रथमदलं समञ्जसम्. अस्तु अग्रे धन्यवादः भगिनि. अग्रे वर्षा भगिनि. द्वितीयदले साधनपदेन वह्निम् आदाय अव्यापकत्वम् आर्धेन्दनसंयोगे दर्शयति यत्र वह्निः इति. अत्र मूलग्रन्थे यत्र वह्निः इति पदम् अस्ति तस्मात् वयं द्वितीयदलस्य द्वितीयदलं ज्ञातुं शक्यते. अत्र साधनम् इत्युक्ते हेतुः अस्ति वह्नि तस्य अव्यापकत्वम् आर्देन्द्रसंयोगे उपाधेः भगिनि द्वितीयदलं किम् इति एकवारम् उच्चारयतु. साधन अव्यापकत्वम् इति द्वितीयदलं भवति. न मूले किमस्ति तत् पठतु एकवारं. मूले महोदय एकवारं पठामि. साधन थर्ड् लैन् एव पठनीयं वा महोदय? सत्यं सत्यं. साधनवत् निष्ठ अत्यन्त अभाव प्रतियोगित्वं साधन अव्यापकत्वं. साधन अव्यापकत्वम् इति द्वितीयं दलं तस्य लक्षणमस्ति साधनवन्निष्ठ अत्यन्त अभाव प्रतियोगित्वम्. तर्हि तद् निरूपयतु इदानीं साधनवन्निष्ठ अत्यन्त अभाव प्रतियोगित्वम्. अत्र पुस्तके दत्तमस्ति तत् पठित्वा निरूपणीयं वा? न स्वचिन्तनं करोतु तदनन्तरं पठामश्चेत् एवमेव पठनीयं भवति तावदेव. साधनं वह्नि वह्नि वा वह्निमान् अयोगोलकः अयोगोलके निष्ठ अत्यन्त अभाव प्रतियोगित्वम् अयोगोलके तु आर्धेन्द्रसंयोगस्य अभावः अस्ति इति कृत्वा अत्र अत्यन्त तस्य अत्यन्त अभावप्रतियोगित्वम्. चिन्तयति तदेव अत्र उपाधिः अस्ति किल महोदय. साधनम् इति वह्निः साधनवत् इति अयोगोलकः अयोगोलके अत्यन्त अभावाः सन्ति खलु. केषाम् अत्यन्त अभावाः सन्ति? आर्द्रेन्द्रसंयोगस्य अत्यन्त अभावः सन्ति. घटपटादिषु अपि अस्ति परन्तु अत्र तदपि उक्त्वा तदनन्तरं तदपि उक्त्वा तदनन्तरम् आर्द्रेन्द्रसंयोगविषये वदतु. ओके ओके फैन्. घटपटादिषु तु अस्ति एव परन्तु अत्र अयोगोलके वह्निमस्ति इति कृत्वा तस्मिन् अत्यन्त अभावः आर्द्रेन्द्रसंयोगस्य अभावः अत्र दृश्यते. अतः अत्र अयोगोलकनिष्ठ अत्यन्त अभावप्रतियोगित्वम् आर्धेन्द्रसंयोगे अस्ति इति वक्तुं शक्यते. अतः एव अत्र आर्धेन्द्रसंयोगे साधन अव्यापकत्वम् अस्ति इति निरूपितं. तर्हि वह्निमत् अयोगोलकनिष्ठ अत्यन्त अभावप्रतियोगित्वम् आर्द्रेन्द्रसंयोगे अस्ति इति कृत्वा साधन अव्यापकत्वम् इति द्वितीयदलम् आर्द्रेन्द्रसंयोगे आगतं खलु. अस्तु तर्हि इदानीम् अग्रे पठतु यत्र वह्निः इति. यत्र वह्निः इति वह्नि अधिकरणं यथा पर्वतादयः तथा तप्तायः पिण्डः अपि. तप्तः वह्निसंयुक्तः अयसः लोहस्य पिण्डः. तत्र वह्निसत्त्वे अपि जलसंयोग अभावेन आर्द्रत्वं नास्ति इति आर्धेन्द्रसंयोगः नास्ति इति अभावः लभ्यते. तत् प्रतियोगित्वमेव आर्ध्रेन्द्रसंयोगे अस्ति इति वह्निं प्रति अव्यापकत्वं तस्य आगतम्। अतः आर्ध्रेन्द्रसंयोगे धूमव्यापकत्वं वह्निं प्रति व्यापकत्वम् अतः आर्ध्रेन्द्रसंयोगे धूमव्यापकत्वं वह्निं प्रति अव्यापकत्वं साधन अव्यापकत्वं खलु अव्यापकत्वम् इति भवेत् किल महोदय अव्यापकत्वम् इति एव मम पुस्तके अस्ति मम पुस्तके तु व्यापकत्वम् इति अस्ति अव्यापकत्वम् इति परिष्कर्तव्यम् आमामां व्यापकत्वम् इति अस्ति चेत् दोषः आर्द्रेन्द्रसंयोगे धूमव्यापकत्वं वह्निं प्रति अव्यापकत्वम् आगतम् तर्हि इदानीं नव्यमतानुसारं यत् उपाधेः लक्षणमस्ति साध्यव्यापकत्वे सति साधन अव्यापकत्वं तादृशलक्षणं लक्षणसमन्वयः आर्द्रेन्द्रसंयोगे कृतः कथं कृतम् इति चेत् साध्यव्यापकत्वं नाम किं साध्यसमानाधिकरण अत्यन्त अभाव अप्रतियोगित्वं साध्यव्यापकत्वम् इति साध्यव्यापकत्वस्य लक्षणं स्वीकृत्य तदनन्तरं साध्यवन्निष्ठ अत्यन्त अभावप्रतियोगित्वम् इति साधन अव्यापकत्वस्य लक्षणं स्वीकृत्य उपाधित्वम् आर्द्रेन्द्रसंयोगेः समन्वितम् उद्धं खलु अस्तु अग्रे यत्र हि यत्र हि एवंविधः कश्चित् पदार्थः अस्ति इति ज्ञायते तत्र हेतोः साध्यव्यभिचारित्वम् अपि ज्ञायते तथा हि दर्शितरीत्या आर्द्रेन्द्रसंयोगः धूमव्यापकः इति आगतम् न बुद्धं महोदय पुनः एकवारं पठतु मन्दं चिन्तयामः यत्र हि एवंविधः कश्चित् पदार्थः अस्ति इति ज्ञायते तत्र पदार्थः अयोगोलकः एतादृशी एतत् यत् कोऽपि पदार्थः न एवंविधः कश्चित् पदार्थः इत्युक्ते उपाधिः उपाधिः एवंविधः पदार्थः इत्युक्ते कः इति चेत् उपाधिः एवंविधः पदार्थः इत्युक्ते साधनव्यापकत्वे सति साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति धर्मद्वयमपि यस्मिन् पदार्थे अस्ति उपाधि उपाधौ एवंविधः उपाधिः यत्र अस्ति इति ज्ञायते यत्र इत्युक्ते कुत्र पर्वते तत्र पर्वते हा तत्र हेतोः साध्यव्यभिचारित्वम् अपि ज्ञायते तत् सम्यक् अस्ति यत्र पक्षे यदि उपाधिः अस्ति इति ज्ञायते अत्र हेतोः साध्यव्यभिचारित्वमपि ज्ञायते इत्युक्ते अत्र हेतुः साध्यस्य हेतोः साध्यः साध्ययोः मध्ये व्यापिव्यापकः भावः न अस्ति इति अपि ज्ञायते तथा हि अत्रैव यदस्माभिः अस्मिन् वर्गे आरम्भे चिन्तितं तस्य वैशिष्ट्यम् अत्रैव अस्ति इत्युक्ते चतस्रः सम्भावनाः अस्माभिः चिन्तिताः खलु तत्र साधनव्यापकत्वे सति साध्य अव्यापकत्वम् इति उपाधेः इति तादृश उपाधिः अस्ति चेत् इति तादृश उपाधिः अस्ति चेत् तादृश उपाधिना तत्र हेतोः साध्यसहचारत्वम् उक्त्वा साध्यं साधयितुं शक्नुमः किन्तु साध्य अव्यापकत्व साधनमिति अहम् आरम्भं करोमि साधन अव्यापकत्वे सति साध्य अव्यापकत्वम् इति उपाधि इति तादृश उपाधिः अस्ति चेत् नो चेत् साध्यव्यापकत्वे सति साधनव्यापकत्वे सति साध्यव्यापकत्वम् इति तादृश उपाधिः अस्ति चेत् नो चेत् साध्यव्यापकत्वे सति साधन अव्यापकत्वम् इति तादृश उपाधिः अस्ति चेत् कुत्रचित् अस्ति चेत् तत्र हेतोः साध्यव्यभिचारित्वम् अपि ज्ञायते एव. अतः एव अस्माभिः उक्तम् एतादृश उपाधिना किमपि साधयितुं न शक्यते इति. बुद्धं खलु? तर्हि एकवारं वदति वा, स्वशब्दैः वदति वा, कीदृश उपाधिना यदि अत्र उपाधिः एकविधं भवेत् तादृश उपाधिः यत्र अस्ति तस्मिन् हेतुः अस्ति चेत् साध्यमपि तादृशहेतुना साधयितुं शक्यते. तादृश उपाधेः लक्षणं किम्? यः उपाधिः उपयोगकरं भवति. प्रथमं साधनं स्वीकर्तव्यं, साधनव्यापकत्वे सति साध्यव्यापकत्वं साध्य अव्यापकत्वं साध्य साध्य अव्यापकत्वं हा महोदय सोरि हा साध्य अव्यापक इति हा उत्तमम्. इति तादृश उपाधिः यत्र लभ्यते तत्र हेतुः अस्ति चेत् तेन हेतुना साध्यं साधयितुं समर्था अस्ति. किन्तु इदानीम् उपाधिः भिन्नरीत्या, इत्युक्ते साधनव्यापकत्वे साधन अव्यापकत्वे सति साध्य अव्यापकत्वं, नो चेत् साध्य साधनव्यापकत्वे सति साध्यव्यापकत्वं, नो चेत् साधन अव्यापकत्वे सति साध्यव्यापकत्वम् इति त्रिविध उपाधिः अस्ति चेत् तादृश उपाधिः यत्र अस्ति तत्र हेतुः अस्ति चेत् तेन हेतुना साध्यं न साधयितुं शक्यते. अस्तु, बहु समीचीनं. तथा हि दर्शितरीत्या आर्धेतनसंयोगः धूमव्यापकः इति आगतम्. अत्र धूमव्यापकः इत्युक्ते साध्यव्यापकः, साध्यव्यापकः उपाधिः इति आगतम्. उत्तमम्, अग्रे. तेन अधिकरणगणनायां धूमस्य यानि पञ्च अधिकरणानि तत्र सर्वत्र आर्धेन्दनसंयोगः अस्ति इति लब्धम्. द्वितीयगणेन वन्यं प्रति तस्य अव्यापकत्वं दर्शितम्. तेन अधिकरणगणनायां वर्णेः यानि दश अधिकरणानि तेषु क्वचन तप्तलोहपिण्डादौ आर्ध्रेन्दनसंयोगः नास्ति इति आगतम्. इत्थञ्च धूमस्य सर्वेषु पञ्चसु अधिकरणेषु स्थितः आर्ध्रेन्दनसंयोगः यदि नास्ति तदा व्यापकस्य तस्य अभावेन धूमः अपि वन्य अधिकरणे क्वचित् नास्ति इति गम्यते. एतत् सर्वम् अस्माभिः चिन्तितं, केवलम् अग्रे पठनीयमेव. तर्हि अत्र 191 चित्रे अस्तु, तत्र रमेश महोदय वदतु, 191 चित्रे किं दर्शितमस्ति महोदय? अत्र साध्यम् इति धूमः अस्ति, धूमः अधिकरणे अस्ति इत्युक्ते पर्वते पर्वतः तत्र अधिकरणं पर्वतः एव न पर्वतः पर्वतः एव अस्ति. तस्य वृत्तित्वं तस्य वृत्तित्वं तन्निष्ठवृत्तित्वं तन्निष्ठवृत्तित्वं तस्य अभावः वृत्तित्वस्य अभावः इत्युक्ते अवृत्तित्वं अवृत्तित्वं कुत्र अस्ति तस्य प्रतियोगिता अवृत्तित्वनिरूपित वृत्तित्वाभावनिरूपितप्रतियोगिता तत्र अधिकरणं तर्हि पर्वतः न भवति तत् अयोग न आर्देन्द्रसंयोगः यत्र नास्ति तदेव भवति वा न अत्र अस्मिन् चित्रे इदानीं दलद्वयमस्ति खलु, तद्वदतु महोदय, उपाधेः लक्षणं किम्? उपाधेः लक्षणं साध्यसमानाधिकरणत्व अभावप्रतियोगित्वं यत् साध्यव्यापकत्वम् अस्ति. न न न, उपाधेः लक्षणं किं? साध्यव्यापकत्वे सति साधन अव्यापकत्वं खलु. साध्यव्यापकत्वे सति साधन अव्यापकत्वं. हा, उपाधेः लक्षणम्, उपाधित्वस्य, उपाधेः लक्षणं नास्ति, उपाधित्वस्य लक्षणं. हा, अस्तु. तर्हि तत्र साध्यव्यापकत्वम् इति प्रथमदलम्. हा, तत् साध्यव्यापकत्वस्य लक्षणं किम्? साध्यव्यापकस्य लक्षणं साध्य समानाधिकरणत्व अत्यन्त अभावप्रतियोगित्वम्. अप्रतियोगित्वम्? अप्रतियोगित्वं साध्य. तर्हि साध्यसमानाधिकरणत्व अत्यन्त अभाव अप्रतियोगित्वम्. तर्हि अस्मिन् चित्रे तदेव दलं निरूपितं, चित्ररूपेण निरूपितं, प्रथमदलं निरूपितम् अत्र. इदानीं चिन्तयतु, साध्य इति आरभ्य. साध्य एकनिमिषं वा, साध्य इति यद् धूमः इति एव साध्यं, वह्निमत्वम् इति हेतु, वह्निमत् वह्निमान् इति हेतुः. पर्वतः इति अधिक, पर्वतः इति पक्षः अस्ति. पर्वतः, हा, तदेव अस्ति. तर्हि वदतु, इत्युक्ते अत्र 191 चित्रे प्रथमदलं चित्ररूपेण दत्तं तावदेव. प्रतिपादयति वा? तत्र साध्यम् इति, साध्यम् इति धूमः, धूमः पर्वते अस्ति, धूमः पर्वते अस्ति, पर्वते वृत्तित्व अभावः, पर्वते धूमः अस्ति, तस्य अभावः, धूमस्य अभावः, धूमस्य अभावः न न बुद्धं महोदय. अस्तु, मेल् महोदय किञ्चित् वदतु. आं महोदय, अस्तु. प्रथमदलम् इत्युक्ते साध्य, साध्यव्यापकत्वे सति साधनव्यापक, साधन अव्यापकत्वम् इति उपाधित्वं. तर्हि अत्र साध्यव्यापकत्वम् इति प्रथमदलम् एव निरूपितं खलु? हा, साध्यव्यापकत्वं नाम किम्? हा, अत्र साध्य, तदेव लिखितं, साध्य साध्यसमानाधिकरण, समाधिकरण अत्यन्ताभाव प्रतियोगित्वम् इति. अप्रतियोगित्वम्? अप्रतियोगितं, क्षम्यताम्, अप्रतियोगितम् इति एव साध्यव्यापकत्वम्. अस्तु, अत्र एकनिमिष, कथं लिखितमस्ति तत्र, साध्यसमानाधिकरणम् इति प्रथममस्ति. तर्हि अत्र साध्यमिति धूमः, धूमे, धूमः यत् अधिकरणे अस्ति तदेव अधिकरणे पर्वतः, इत्युक्ते पर्वतः तस्मिन् अधिकरणे वृत्तित्व अभावः, इत्युक्ते बहवः अत्र अत्यन्ताभावः सन्ति, परन्तु तर्हि रमेशमहोदय पश्यतु, वृत्तित्व अभावः इत्युक्ते अत्यन्त अभावः इति अर्थः, तावदेव वृत्तित्वं तस्य अभावः इति यद् चित्रे लिखितं तत् अत्र पश्यतु, साध्यसमान अधिकरण अत्यन्त अभाव इत्यत्र साध्यम् इति धूमः, तस्य अधिकरणं पर्वतः, तस्मिन् अधिकरणे बहवः अत्यन्त अभावाः सन्ति, अत्यन्ताभावः इति अनुक्त्वा वृत्तित्वाभावः इति उक्तं, वृत्तित्वाभावम् इत्युक्ते किम्? अत्यन्ताभावः एव. अस्तु अग्रे महोदय. हा अत्यन्ताभावः सन्ति अत्र, अत्यन्त अत्यन्ताभावः अस्ति तेन निरूपित यः प्रतियोगी अस्ति इत्युक्ते अत्र घट अत्र घटः इति एकः तादृशप्रतियोगी अस्ति यस्य अभावः पर्वते अस्ति, यस्य अत्यन्ताभावः पर्वते अस्ति, तस्मिन् यः प्रतियोगिता अस्ति तादृशप्रतियोगितायाः अभावः आर्द्रेन्धनसंयोगे अत्र प्रतियोगिताश्रय अभावः आर्द्रेन्धनसंयोगे अस्ति इत्युक्ते आर्द्रेन्धनसंयोगे अप्रतियोगित्वम् अस्ति अत्यन्ताभावस्य अप्रतियोगित्वं न तादृश इति पुनः वदतु महोदय, किञ्चित् क्लेशः कृतः भवतः. अत्र तर्हि साध्यसामान्यधिकरणम् इत्युक्ते धूमस्य अधिकरणं पर्वतः, तस्मिन्नेव अधिकरणे अत्यन्ताभावः अस्ति, तर्हि अत्यन्ताभाव अप्रतियोगित्वम् इति एव साध्यव्यापकत्वमस्ति. तर्हि अत्र अप्रतियोगित्वम् इति न उक्तं, परन्तु प्रतियोगिता अभावः इति उक्तम्. तर्हि अत्र अत्यन्ताभावप्रतियोगी इति घटः इति उदाहरणेन स्वीकृतं, घटे यः या प्रतियोगिता अस्ति तस्य अभावः आर्द्रेन्धनसंयोगे अस्ति, अतः आर्द्रेन्धनसंयोगे साध्यव्यापकत्वम् इति आगतं, साध्यसमानाधिकरण्य अत्यन्ताभाव अप्रतियोगित्वम् आर्द्रेन्धनसंयोगे आगतम्. अत्र सुलभतया वक्तुं शक्यते, अहं वदामि यदि शृणोति तर्हि ओ तावदेव अस्ति इति अवगन्तुं शक्यते. साध्यम् इति धूमः, साध्यस्य अधिकरणम् इति पर्वतः, पर्वते घट अभावः अस्ति इत्युक्ते घटस्य वृत्तित्वं पर्वते नास्ति खलु, घट अभावः अस्ति इत्युक्ते किं? घटे पर्वतनिष्ठवृत्तित्वं नास्ति इति कृत्वा तादृशवृत्तित्व अभावस्य प्रतियोगिता कुत्र अस्ति? घटे अस्ति. घटे किन्तु आर्द्रेन्द्रसंयोगः इदानीं पर्वते अस्ति इति कृत्वा वृत्तित्व अभावप्रतियोगिता अभावः, वृत्तित्व अभावप्रतियोगिता अभावः कुत्र अस्ति? आर्द्रेन्द्रसंयोगे अस्ति. तावदेव वस्तुतः किं वदति, घटः पर्वते नास्ति, आर्द्रेन्द्रसंयोगः पर्वते अस्ति, यस्मिन् अधिकरणे साध्यः धूमः अपि अस्ति इति वदति. तावदेव हा सत्यं, घटे तु साध्यसम अच्छा धूमसमानाधिकरण अत्यन्ताभावप्रतियोगिता अस्ति, तादृश तत् प्रतियोगित्वम् आर्द्रेन्द्रसंयोगे नास्ति इति. तत् प्रतियोगित्वम् इत्युक्ते किं? तत्रैव क्लेशः अस्ति भवतः. तत् प्रतियोगित्वम् इत्युक्ते किम्? अस्तु, या प्रतियोगिता घटे अस्ति सा प्रतियोगिता आर्द्रेन्द्रसंयोगे नास्ति. न न न इति नास्ति. घटाभावस्य प्रतियोगी लोके एकः एव भवति, स च घटः एव. असत्यं. तर्हि घटप्रतियोगितायाः अभावः घटे इति नास्ति, अपि सार्धेन्द्रसंयोगः इति नास्ति. न न तादृशं नास्ति, परन्तु धूम एवं वक्तव्यं, धूम अधिकरण इत्युक्ते साध्यसमानाधिकरण अत्यन्त अभावप्रतियोगित्वं घटे, साध्यसमानाधिकरण अत्यन्त अभाव अप्रतियोगित्वम् आर्द्रेन्द्रसंयोगे. हा सत्यम्, अथवा प्रतियोगिता अभावः आर्द्रेन्द्र. हा प्रतियोगिता अभावः, प्रतियोगिता कथं जातं, केन निरूपिता? वृत्तित्व अभावेन निरूपिता अस्ति इत्युक्ते प्रतियोगिता घटे अस्ति, तादृशप्रतियोगितायाः अभावः आर्द्रेन्द्रसंयोगे इति वदति चेत् क्लेशः. न न हा तादृशः नास्ति, परन्तु वृत्तित्वाभावः वक्तुमेव वदने एव क्लेशः. तर्हि साध्यसमानाधिकरण अत्यन्त अभाव प्रतियोगिताघटे साध्यसमानाधिकरण अत्यन्त अभाव अप्रतियोगिता आद्रेन्द्रसंयोगे इति कृत्वा एतत् चित्रं 191 इति चित्रं साध्यव्यापकत्वं निरूपयति. रमेश महोदय बुद्धं खलु? महोदय इदानीं बुद्धम्. अस्तु, तर्हि एवं भवानेव वदतु, अत्र 192 चित्रे साधन अव्यापकत्वम् इति द्वितीयदलमस्ति, तदेव चित्ररूपेण दत्तं. तर्हि किञ्चित् प्रतिपादयतु प्रथमं दलस्य लक्षणम् उक्त्वा. साधनमन्निष्ठ इति अस्ति खलु? साधनवन् निष्ठ अत्यन्त अभाव प्रतियोगित्वं साधन व्यापकत्वं साधन अव्यापकत्वं साधन अव्यापकत्वं तत्र वह्निः साधनम् इत्युक्ते हेतुः अस्ति, तद् वह्निः अस्ति. साधननिष्ठ अधिकरणं तप्तलोहपिण्डः अस्ति. अत्र पर्वतः न स्वीकर्तुं शक्यते, तप्तलोहपिण्डः स्वीकर्तुं शक्यते. तप्तलोहपिण्डः स्वीकरणीयः अस्ति. अस्तु, तन्निष्ठ अत्यन्त अभावः, तत्र अत्यन्त अभावः स्य प्रतियोगिता आर्देन्द्रसंयोगे अस्ति. तर्हि आर्देन्द्रसंयोगः तत्र अधिकरणे न अस्ति. उत्तमम् उत्तमं. तर्हि अत्र प्रतियोगिता आर्देन्द्रसंयोगे अस्ति, घटपटादिषु अपि अस्ति. हा, किमपि भवितुमर्हति. सत्यं सत्यं. तर्हि अत्र 191 इत्यस्य चित्रे साध्यव्यापकत्वम् इति दलस्य चित्रं निरूपितं. 192 इत्यत्र साधन अव्यापकत्वम् इत्यस्य निरूपितम् अत्र लक्षणं स्वीकृत्य. अस्तु, अग्रे भवानेव पठतु महोदय. एताभ्याम् एताभ्यां चित्राभ्याम् आर्देन्द्रसंयोगरूप उपादेः साध्यव्यापकत्वे सति साधनव्यापकत्वं साधितम् खलु? तदेव सम्प्रति. उभयत्र आर्देन्द्रसंयोगः इति अन्तिमपदार्थः अस्ति. तर्हि साध्यव्यापकत्वम् आर्देन्द्रसंयोगे अस्ति, साधन अव्यापकत्वमपि साध्येन्द्रसंयोगे अस्ति इति कृत्वा साध्यव्यापकत्वे सति साधन अव्यापकत्वम् आर्देन्द्रसंयोगे साधितम्. अस्तु, अग्रे सम्प्रति. सम्प्रति घटत्वादिदृष्टान्तेन वह्नेः धूम अभाववत् वृत्तित्वम् अवगच्छामः. सम्प्रति घटादि दृष्टान्तेन वह्नेः वह्नेः धूम अभाववत् वृत्तित्वम् वह्नेः धूम अभाववत् वृत्तित्वम् अस्ति इति अवगच्छामः. तर्हि अत्र धूम अभावत् वृत्तित्वम् इति किमर्थम् उक्तम्? आर्देन्द्रसंयोगे धूमः अस्ति. न तत्सर्वं तत्सर्वम् अस्माभिः चिन्तितम्. इदानीम् एतादृशशैल्यां धूम अभाववत् वृत्तित्वं पूर्वपक्षी व्याप्तेः पूर्वपक्षीलक्षणं किम्? वदतु सतीभौम भगिनी, वदतु. साध्य अभावत् अवृत्तित्वं. साध्य अभाववत् अवृत्तित्वम् इति पूर्वपक्षिणः व्याप्तिलक्षणमस्ति. किन्तु इदानीं व्याप्ति, रमेश महोदय वदतु, इदानीं धूम अभाववत् वृत्तित्वं वह्नौ अस्ति खलु? तर्हि इदानीं वह्नौ व्याप्तिः जाता वा न जाता वा? न जाता। हा उत्तमं, तदर्थं तद् बोद्धुं व्याप्तिः न जाता इति बोद्धुम् एतादृशं लिखितं, धूम अभाववत् वृत्तित्वं वह्नौ अस्ति इति कृत्वा वह्नौ व्याप्तिः नास्ति इति दोषः। तर्हि असिद्धः इत्यत्र त्रिविध असिद्धः पठितं खलु, आश्रयासिद्धः इत्युक्ते पक्षः एव असिद्धः, स्वरूपासिद्धः इत्युक्ते पक्षधर्मता न जाता, व्याप्यत्वासिद्धः इत्युक्ते व्याप्तिः न जाता इति आगतम्। आहत्य कथञ्चित् अत्र अनुमानम् अनुमाने हेत्वाभासः कल्पनीयः चेत् पक्षः नास्ति इति वक्तव्यं, पक्षः असिद्धः इति वक्तव्यं, नो चेत् साध्यमेव असिद्धम् इति वक्तव्यं, नो चेत् हेतुः एव असिद्धम् इति वक्तव्यं, नो चेत् अनुमितिज्ञानस्य विपरीतज्ञानं प्रतिबन्धकज्ञानं प्रत्यक्षरूपेण अस्ति इति वक्तव्यं, नो चेत् परामर्शः न जायते इति वक्तव्यं। यदा परामर्शः न जायते इति वदामः तत्र किमर्थं परामर्शः न जायते इति चेत् पक्षधर्मता न जायते, नो चेत् व्याप्तिः न जायते इति वक्तव्यं। तदर्थम् एतत् सर्वं चिन्तितम्। अस्तु अत्र चित्रं परिशीलयति वा रमेश महोदय, भवान् एव? आं महोदय। घटत्वं शतमधिकरणानि, घटत्वं शतधिकरणानि सन्ति इति दत्तमस्ति, पृथ्वीत्वं पटाधिकरणानां नवशतानि, हा पृथ्वीत्वं घटत्वं शतधिकरणानि सन्ति, पृथ्वीत्वं पटाधिकरणानां नवशतानि तत्र अस्ति, द्रव्यत्वं जलादि अधिकरणानि नवसहस्राणि सन्ति इति। तर्हि यत्र घटत्वम् अस्ति तत्र पृथ्वीत्वम् अस्ति, यत्र पृथ्वीत्वम् अस्ति तत्र द्रव्यत्वमपि अस्ति इति वा? सत्यं, किन्तु विपरीतमपि वदतु। हा यत्र घटत्वम् अस्ति तत्र पृथ्वीत्वम् अस्ति इति न वक्तुं शक्यते, पृथ्वीत्वं तत्र वक्तुं शक्यते, यत्र घटत्वं तत्र पृथ्वीत्वमेव, परन्तु यत्र पृथ्वीत्वम् अस्ति तत्र घटत्वम् अस्ति इति न वक्तुं शक्यते। सत्यम्, अधिकदेशवृत्तित्वात् पृथ्वीत्वस्य अधिकदेशवृत्तित्वात् अधिकदेशवृत्तित्वम् अस्ति, एवं द्रव्यत्वं, यत्र द्रव्यत्वम् अस्ति तत्र पृथ्वीत्वम् अस्ति इति न वक्तुं शक्यते, जलत्वमपि भवितुम् अर्हति। सत्यम् इति कृत्वा द्रव्यत्वं, तर्हि इदानीं व्याप्यः कः व्यापकः कः इति वदतु। तर्हि व्यापकः, व्यापकः इत्युक्ते अन्यून वृत्तित्वं यस्मिन् अस्ति तदेव, अन्यूनवृत्तित्वं यस्मिन् अस्ति तदेव व्यापकः। तर्हि इदानीं घटत्वपृथिवीत्वयोः मध्ये कः व्यापकः कः व्याप्यः? पृथ्वीत्वम् इति व्यापकः, घटत्वम् इति व्याप्यः। समीचीनम्, उभयं तत्र एवं द्रव्यत्वम् अपि च पृथ्वीत्वम् अनयोः मध्ये, तत्र द्रव्यत्वम् इति व्यापकः भवति, पृथ्वीत्वम् इति व्याप्यः भवति। उत्तमम् इति कृत्वा तर्हि इदानीं पृथिवीत्वम् इति उपाधित्वेन स्वीकुर्मश्चेत् पृथिवीत्वे कीदृश धर्मद्वयमस्ति, यदि घटत्वम् इति साधनम् इति स्वीकुर्मः, द्रव्यत्वम् इति साध्यम् इति स्वीकुर्मः, पृथिवीत्वम् इति उपाधिः इति स्वीकुर्मः, तर्हि पृथिवीत्वे कीदृशधर्मः अस्ति? पृथ्वीत्वे घटत्वस्य घटत्वस्य व्यापकः अस्ति पृथ्वीत्वम्। तर्हि अत्र घटत्वम् इति साधनं, तर्हि साधनव्यापकत्वं पृथ्वीत्वे अस्ति, द्रव्यत्वमिति साध्यं, द्रव्यत्वस्य अव्यापकत्वम् अपि अस्ति। हा तर्हि यदि पृथिवीत्वम् इति उपाधिः इति स्वीकुर्मः तदा साधनव्यापकत्वे सति साध्य अव्यापकत्वम् इति अस्ति चेत् तर्हि इदानीं पृथिवीत्वमिति सद् उपाधिः भवति खलु. यस्मिन् पृथिवीत्वम् अस्ति तत्र घटत्वम् अस्ति इति कृत्वा तेन घटत्वेन द्रव्यत्वमपि अस्ति इति निरूपयितुं शक्यते. अस्तु, तर्हि तत्र द्वितीयचित्रमस्ति खलु, तदपि परिशीलय. तत्र घटत्वम् अस्ति, तस्य व्यापकत्वं पृथ्वीत्वे अस्ति, तस्य पृथ्वीत्वे अस्ति, घटत्वस्य अभावः जलादि अधिकरणे अस्ति. हा, पृथ्वीत्वस्य अभावः अपि अस्ति, द्रव्यत्वस्य वृत्तित्वं, हा, जलाधिकरणानि तत्र द्रव्यत्वम् अस्ति. तर्हि तेन किं निरूपितुं शक्यते इति न बुद्धं महोदय. अस्तु, प्रायः अग्रे ददति घटत्वादिदृष्टान्तेन वह्निः धूमव्यभिचारसमर्थनम्. घटत्वादिदृष्टान्तेन वह्नौ धूमत्वव्यभिचारसमर्थनम् इति इदानीम् इतोपि किञ्चित् अग्रे चिन्तनं करोति. भवतु, तर्हि निगमनं करोमि एकेन निमिषेन. तर्हि असिद्धः त्रिविधः, आश्रयासिद्धः यत्र पक्षः एव नास्ति, पक्षः अप्रसिद्धः अस्ति, स्वरूपासिद्धः इत्यत्र पक्षधर्मता नास्ति हेतौ, व्याप्यत्वासिद्धः इत्यत्र हेतौ व्याप्तिः नास्ति इति जातम्. किन्तु व्याप्तिः नास्ति इति चेदपि तत्र उपाधिं स्वीकृत्य व्याप्तिः नास्ति इति निरूपितम् इति जातम्. अस्तु, अत्र स्थगयेम. सर्वेभ्यो नमस्कारः. नमस्कारश्च. अस्तु, नमस्कारः सर्वेभ्यः.